नमस्कारः. अद्यतनकरपत्रमस्य यदादिगणे हलन्तदातवः इति अन्तिमभागः अस्ति. तर्हि अत्र कः विषयः? युदादिगणस्य प्रसङ्गे जातः श्रुतम्. अन्तर्गणः अस्ति खलु रुदादि अन्तर्गणः इति, पञ्चदातवः दादिगणस्य रुदादि अन्तर्गणः इति. गतसप्ताहे विषयः प्रारब्धः, तर्हि अग्रे सरेम. मणिमहोदय पठति किम्? महोदय किमपि उक्तवती? आम् महोदय, अदादिगणस्य रुदादि अन्तर्गणः इति अस्ति खलु, ततः आरभ्य रुदिर् अदादिगणस्य रुदाद्यन्तगणः पञ्चदातवः रुधिर् अश्रु विमोचने रुद् रोदिति अन् प्राणने अन् अनिति निष्वप् स्वये स्वप् स्वपिति स्वस् प्राणने स्वस् स्वविशिति जक्ष् भक्षकर्षणयोः जक्स् जक्षिः दि रुदादिव्यसार्वधातुक रुदादिव्यसार्वधातुके रुदादिगणे पडितेभ्यः धातुभ्यः वलादेः सार्वधातुकस्य इडागमः भवति. वल् प्रत्याहारे आदौ यस्य सः वलादि. अनुवृत्तिसदसूत्रम् रुदादिभ्यः अङ्गेभ्यः ईद् वलादौ सार्वधातुके. अत्र प्रश्नः उदेति यत् अयम् ईद् कस्य आगमः रुदादिभ्यः सार्वधातुके इत्यनेन रुदादिभ्यः अङ्गेभ्यः ईद् वलादौ सार्वधातुके. अस्मिन् सूत्रे तस्मात् इत्युत्तरस्य इत्यनेन बलेन अयम् इडागमः अग्रे सिद्धस्य वलादिसार्वधातुक प्रत्ययस्य आगमः स्यात्. तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यस्य बलेन इडागमः पूर्वं सिद्धस्य रुदादिगणीयधातोः आगमः. सूचनाद्वयमपि परस्परविरुद्धं. षष्टिविभक्त्यन्तपदं नास्ति, यस्य आधारेण कस्य आगमः इति स्पष्टं स्यात्. अस्यां दयसायाम् उभयनिर्दिश्य पञ्चमनिर्देशं बलियान् इति परिभाषाद्वयोः निर्देशयोः मध्ये पञ्चमनिर्देशकबलियान् इत्युक्तौ वलादिसार्वधातुकप्रत्ययस्य एव आगमः, न तु रुदादिगणीयधातोः. अनुवृत्तिसहितसूत्रं फलितार्थः एवं यत् सप्तम्यं सारि क्षम्यतां महोदय, फलितार्थः एवं यत् सप्तम्यन्तं पदं स्थानिं निर्दिशयति. अनेन रुदादिभ्यः सार्वधातुके इत्यस्य अनुवृत्तिसूत्रे वलादौ सार्वधातुके सप्तम्यन्तम् आधारतस्य एव इडागमः भवेत्. रुदादिभ्यः सार्वधातुके इति सूत्रेण इडागम सार्वधातुकप्रत्ययस्य इडागमः भवति वलादिप्रत्ययपरे इति उक्तम्. परन्तु कस्य स्थाने आगमः इति भवति इति न उक्तम्. अतः एकसूत्रं तस्मिन् तस्मात् इति तस्य इत्यस्य बलेन आगमः प्रत्ययस्य आगमः इति उच्यते. तस्मिन् इति निर्देशपूर्वस्य बलेन इडागमः धातोः आदेशः इति. अत्र सूत्रे रुदादिभ्यः पञ्चम्यन्तं सार्वधातुके सप्तम्यन्तं स्थाने अत्र षष्ठीभक्तिः न उक्तम्. अतः कस्य फलेन कस्य स्थाने आगमः भवति इति निर्देशे किं कर्तुम् उभयनिर्देशे पञ्चमनिर्देशबल्यानि इति परिभाषासूत्रं कार्यं करोति. तस्य फलेन पञ्चमी इति बल्यात् अतः सप्तमी एव स्थानि भवति इति अत्र उक्तं महोदय. आगमः सप्तमी एव भवति. प्रत्यस्य श्रूयते महोदय. अन्यः अस्ति इति मन्ये, अन्य कः अस्ति? धन्यवाद करोमि. अहं भगिनि, आं भगिनि, का अस्ति भगिनि, नाम उच्यतम्. अन्म्यूट् करोतु भगिनि, भगिनी भवत्याः नाम न उक्तवती. पुष्पा भगिनि, ओ अस्तु अस्तु अस्तु, स्वागतं भगिनि. प्रतिध्वनिः अत्र नास्ति. आं भवत्याः नास्ति भगिनि, निश्चयेन भवत्याः नास्ति. अग्रे पठितुं शक्यते किं भगिनि? न न, अग्रे पठतु भगिनि यथा इति. एकनिमिष भगिनि, एकनिमिष. ददादिभ्यः सार्वदातिके तत् तत् यथा इति अस्ति खलु, यथा एकनिमिषः. पङ्क्तिद्वयं पठितं. निरुद्योगः अपि अस्ति. अस्तु भगिनि, इदानीं I have to move from here, so I can charge my phone, everything, iPad. Yatha, rud yogahati, rod yogahati, rod yogahi, yogahati, roditi. An yogahati, an yogahi, yogahati, aniti. Swap yogahati, स्वप्रयोगः अस्ति अत्र. स्वप् योगः इ योगः अस्ति स्वपिति. श्वस् योगः अस्ति श्वस् योगः इ योगः सा अत्र सा ति अस्ति श्वसिति. चक्ष् योगः अस्ति चक्ष् योगः इ योगः अस्ति चक्षिति. लङि विकल्पेन आरोदि आरोदत् दे अपि अस्ति. तत्तु ऋजश्च पञ्चश्च पञ्चभ्यः इति सूत्रेण आगच्छति अकारः न भगिनि. लङि केवलं लङि, लङि एव पञ्चभ्यः ऋदादिभ्यः धातुभ्यः हलादेः पितः अप्रुक्तस्य सार्वधातुकस्य इदागमः भवति. रुदादिभ्यः सार्वधातुके इत्यस्य अपवादः. अस्तु अस्तु अस्तु, रुदादिभ्यः सार्वदा अस्तु. उभय निर्देशे पञ्चमी निर्देशः बलियन् इति परिभाषया किं चेत् परिभाषया सप्तम्यन्तं सप्तम्यन्तस्य आगमः सप्तम्यन्तस्य आगमः अस्तु. कोऽपि सत्यं सप्तमी यत्र सार्वधातुके ऋदादिभ्यः सार्वधातुके इत्यनेन रुदः पञ्चम्यन्तं पञ्चभ्यः पञ्चम्यन्तं च अव्ययं त्रिपदमिदं सूत्रं. नाभ्यस्त स्याचि पिति सार्वधातुके नाभ्यस्तस्याचि पिति नाभ्यस्तस्य अचि पीति सार्वधातुके इत्यस्मात् पीति सार्वधातुके इत्यनयोः अनुवृत्तिः. अतो वृद्धिर् लुकि हलि अतो ऋतो वृद्धिर्लुकि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः. गुणोपृक्ते इत्यस्मात् अपृक्ते इत्यस्य अनुवृत्तिः. ध्रुव ईट् इत्यस्मात् ईट् इत्यस्य अनुवृत्तिः. इत्युक्ते सः नास्ति अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं रुदश्च पञ्चश्च पञ्चभ्यः अङ्गेभ्यः ईट् हलि इति अपृक्ते सार्वधातुके अत्र लङ्गि तत् न वदति न अनुवृत्तिसहितसूत्रे लङ्गि इति न वदति लङ्गि इति न वदति किन्तु अत्र उक्तमस्ति खलु कथं जानीमः लङ्गि एव कार्यं करोति इति अपृक्तप्रज्ञकः तत्रैव रुदश्च पञ्चभ्यः इत्यनेन अरुद् योगः ईट् योगः त् अरुद् ईट् इति पुगन्तलघुपदस्य च इत्यनेन अरोद् योगः ईट् अरोदीत् इति आगच्छति तत्र हल्याभ्यौ दीर्घात् हल्या अपृक्तात् तत् न करो कार्यं न करोति अत्र अत्र अस्ति अत्र ईडागमस्य विधानेन अधुना प्रत्ययः नाम द्विवर्णकः अतः अपृक्तसंज्ञा नास्ति तदभावे हल्याभ्यो दीर्घात् स्तुतिस्य पृक्तं हल् इत्यस्य प्रसक्तिः नास्ति अरुद् योगः स अरोधिः इति अपि तथा तर्हि उभयत्र किम् आसीत् इत्युक्ते अत्र किम् इत्युक्ते अत्र अन् इति धातुः अस्ति खलु तत्र जालपटे उक्तमस्ति अन् इति धातुः प्राणनेति अस्ति खलु तर्हि केचनाः वदन्ति नित्यं प्र उपसर्गः धातुः इति उपसर्गं विना कुत्रचित् अपि प्रयोगः न भवति प्राणने इति विषये प्राणः इति पदमस्ति खलु इतः एव आयाति तर्हि अन इति धातुः नित्यं प्र उपसर्गकः धातुः इति अत्र किम् आसीत् इति महोदय यथा उक्तवान् रुदादिभ्यः सार्वधातुके इति सूत्रेण सूत्रे अपि षष्टिनिर्देशः नास्ति तर्हि इट्टागमः कस्य स्थाने इति प्रश्नः आयाति तर्हि यथा महोदय उक्तवान् उभयनिर्देशे पञ्चमीनिर्देशः बल्यान् इत्यनेन सप्तमी निर्देशः यत्र भवति तस्यैव स्थाने तदेव स्थाने भवति तर्हि सार्वधातुके इति प्रत्ययः एव स्थानीया इति आयाति वयादिप्रत्ययः अस्ति सार्वधातुकप्रत्ययः तदेव स्थाने भवति तर्हि अनन्तरम् आद्यन्तौ टकितौ इत्यनेन आदौ आयाति प्रत्ययस्य आदौ आयाति इत्यपि आगमः समानकार्यमस्ति अत्रापि रुदश्च पञ्चभ्यः इति सूत्रेण ईटागमः आयाति तर्हि अत्र अत्रापि ईटागमः कुत्र आयाति कस्य आगमः इति प्रश्ने सति अत्रापि षष्टिनिर्देशः नास्ति सूत्रे तर्हि पञ्चमे अस्ति सप्तमी तर्हि उभयनिर्देशे पञ्चमे निर्देशे वल्यानिकेन सप्तमी निर्देशस्य एव ईटागमः अस्ति इति कृत्वा अपृक्त इति हलिप् इति अपृक्ते सार्वधातुके इत्यस्य एव हलिप् इत्यस्य प्रत्ययस्य एव आगमः ईतागमः इति कृत्वा आद्यन्तकितो इत्यनेन प्रत्ययस्य आगमयाति ईट् अनेनैव प्रत्ययः द्विवर्णकः भवति इति कृत्वा हल्न्याभ्युदीर्घस्य प्रथमं हलिप्यस्य प्रसक्तिः अपि नास्ति धन्यवादः भगिनि सरला भगिनी पठितुम् इच्छति किं तत्र अत्र आद्यन्त टकितवत् अत्र किमर्थम् इत्युक्ते इत्युक्ते अत्र ईट् आगमः खलु ईट् इति आगमः कुत्र आयाति इति प्रश्नः आयाति वा आगच्छति खलु तर्हि परिभाषासूत्रमस्ति आद्यन्तौ टकितौ इति ईट् इति आगमः ईट् वा आगमः अत्र तु ईट् आगमः टित् अस्ति खलु टकारस्य इत्सन्य अस्ति इति कृत्वा टित् अस्ति तर्हि आद्यन्तौ टकितौ वदति टित् अस्ति चेत् स्थाने इत्यस्य आदौ आयाति कित् अस्ति चेत् आगमः कित् अस्ति चेत् स्थाने इत्यस्य अनन्तरम् आयाति अन्ते आयाति अनन्तरम् अन्यत् सूत्रमपि अस्ति मिदच्छन्ति अत् परः इति अस्ति खलु तर्हि आगमः मित् अस्ति चेत् अन्तिम अल्वर्णात् अचुवर्णात् परः आयाति सूत्रद्वयं निर्दिशति. कित् भवितुमर्हति, कित् भवितुमर्हति, मित् भवितुमर्हति. तस्य इत्युक्ते स्थाने इत्यस्य आदौ, कित् अस्ति चेत् आगमः स्थाने इत्यस्य अनन्तरं, मित् अस्ति चेत् अन्तिम अचुवर्णात् अनन्तरं, स्थानेन अन्तिम अचुवर्णात् अनन्तरम् आसीत्. अत्र इत् इति अस्ति खलु, इत् इति अस्ति खलु टकारः, तत् तत्तु इत् सम्यकवर्णः अस्ति टकारः, सः टकारः हलन्तिनतिनेन. तत्तु टकारः तिष्ठति, न अपगच्छति खलु, लोपः भवति. इत् इत् सम्यकः, इत् सम्यकः इति वदामः चेत् लोपः भवति इति एव सूचना. अपगच्छति खलु, तत्तु टित् अस्ति, टकारः अपगच्छति इति कृत्वा टित् अस्ति, ईट् इति आदोः टित् अस्ति. स्मरति किं भगिनि, आदौ पठितवन्तः खलु, यस्य लोपः भवति तर्हि तादृश इत् संज्ञा ईट् आगच्छति, टकारस्य लोपः लोपः, तर्हि टित् अस्ति, टित् अस्ति, ईट् इति आगमः टित् अस्ति, तस्य नाम अन्यनामस्ति टित् इति. किमर्थम् इत्युक्ते टकारस्य इत् भवति इति कृत्वा तस्य अन्यनामस्य टित् इति, ईत् इति आगमः टित् अस्ति इति वदामः. टित् अस्ति इति कृत्वा आद्यन्तवन्तचित्तवति स्थाने इत्यस्य आदौ वयति, तर्हि प्रत्ययस्य अत्र तु प्रत्ययस्य आदौ वयति. सरला भगिनी पठितुं शक्नोति किम्? अधुना व्यवस्था कथमस्ति? अहं पठामि चेत् ध्वनिः आगच्छति चेत् भवती वदतु. अस्तु, अत्र ईदागमस्य विधानेन अधुना प्रत्ययः ईत् नाम द्विवर्णकः, अतः अपृक्तसंज्ञा नास्ति. तद्भावे हल्याङ्गाभ्यो दीर्घा श्रुतिस्य प्रक्तं हल् इत्यस्य प्रसक्तिः नास्ति. अरुद्योगस्य अरोधिः अपि तथा. यदा पूर्वसूत्र रुदश्च पञ्चभ्य इति सूत्रेण लङ्लकारे अपृष्टसंज्ञा प्रकार अस्ति, तस्य लोपः न भवति. कारणं कि ईट् आगम अनेन ईट् भवति. इदानीम् ईट् भूत्वा वर्ण द्वे भवन्ति, अपृष्टसंज्ञा इदानीं न अपगच्छति. अतः हल्याङ्गवदीर्घासुखस्य प्रक्तहल् इत्यस्य प्रसक्तिः नास्ति, तत् कार्यं न करोति. तथैव मध्यमपुरुषे एकवचने अरुद्योगस्य सः अपि हल् अस्ति, अपृक्तसंज्ञा अस्ति, पित् अस्ति, सार्वधातुक प्रत्यय अस्ति, रुदादि धातो पर अस्ति, अतः तस्य रुदादि रुदश्च पञ्चभ्य तस्य प्रसक्तिः भवति. तदानीं तत्र अपि तत् कारणात् पूर्वं गुण आगच्छति पुगन्तलघुपदस्य अध्ययनेन. अरोद् योगस्य अरोदः स भवति, तदनन्तरं सजुषोरु खरवसानो विसर्जनीय द्वे सूत्रे विसर्ग भवति, अरोधिः इति भवति. तदनन्तरम् अन्य सूत्र आगच्छति, अड् गागर्य गालवयोः सप्तमध्यायस्य तृतीयपादे नवतिनव सूत्रं, पञ्चभ्य रुदादिभ्य धातुभ्य हलादेः सार्वधातुकस्य अपृक्तस्य अडागमो भवति गागर्य गालवयोः मतेन. गाग्यश्च गालवश्च गागर्य गालवोः तयोः गाग्यवालयोः उभयनिर्देशे पञ्चमी निर्देशे बलीयान् इति परिभाषया सप्त्यन्तस्य आगमः. अट् प्रथमान्तं गाग्यगालवयोः षष्ट्यन्तं द्विपदं सूत्रं, नाभस्तस्याचि इति सार्वधातुके इत्यस्मात् इति सार्वधातुके इत्यनयो अनुवृत्तिः, उतो वृद्धिर्लुकि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः, गुणो प्रत्यय इत्यस्मात् अप्रत्यय इत्यस्य अनुवृत्ति रुदश्च पञ्चभ्य इत्यस्मात् रुदश्च पञ्चभ्य इत्यनयो अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं गागर्यगालवयोः रुदश्च पञ्चभ्य अङ्गेभ्य अत् हल्लि इति अप्रत्ययी सार्वधातुके अड्गागर्यगाल्वयोः इति रुदश्च पञ्चभ्यस्य सहित अन्यसूत्रमस्ति विकल्पेन ईट् आगमस्य अपेक्षा अट् आगम आगच्छति गागर्यगाल्वयो द्वे व्याकरणयोः मतेन तत्र तस्य निमित्तं रुदस्य पञ्चभ्य इति सूत्रेण समान अस्ति हलि अस्ति पित् अस्ति सार्वधातुकप्रत्ययः अस्ति अपि अपृक्त संज्ञा अस्ति तस्य सो तत्र ईट् आगम अपेक्षा अड् आगम अत्र आगच्छति सो तत् लङ्लकारे यद् अत्र अपृक्तसंज्ञा सकार प्रथमपुरुषे एकवचने मध्यमपुरुषे एकवचने सकार अस्ति तत्र द्वे रूपे भवन्ति ईट् आगम रुदश्च पञ्चभ्य इति सूत्रेण अड् गाल्वयो इति सूत्रेण अड् आगमः भवति उदाहरणम् अरुद्योगत पुगन्तलघुपद्यस्य च अनेन अरोद्योगत भवति अड् गागरगाल्वयोः अरोद्योग योगत अरोदत् अरोदस् अरोदस् सकारस्य पुनः रुत्वं भूत्वा विसर्गः आगच्छति अरोदः इति भवति सो पञ्चभ्य धातुभ्य कथं रूपाणि अस्ति सप्रत्यय सप्रत्यय परे रुद् योग अरोद् आडगम प्रथमम् आगच्छति अरोद् अरोदि पञ्च रुदश्च पञ्चभ्य अनेन ईकार आगमः भवति तकित् अस्ति अतः आगम प्रत्यये पूर्वम् आगच्छति सो अरोदित् गार्ग्यगाल्वयो अनेन अरोदः अकारस्य आगमः अरोदीः भवति सकारे प्रत्ययपरे मध्यमपुरुषे एकवचने अरोदः इति गाग्यगालवे सूत्रेण तथैव स्वप् भवति अस्वप् पूर्वम् अस्वपी अस्वपत् अस्वपीः अस्वपः श्वस् भवति अश्वस् अश्वसीत् अश्वसत् अश्वसीः अश्वसः अन् अत्र आडगमा भवति अन् कारणकि अजन्त आदौ अस्ति अजन्त न अच्वर्ण आदौ अस्ति तत्र आडगमा आगच्छति आन् आनीत् आनतः आनीः आनः जक्ष भवति अजक्ष अजक्षी अजक्षत् अजक्षीः अजक्षः अम्यूट् करोमि रूपाणि साधयामस्ति रुद्धदातोः अहम् इति पठामि दकारान्त रुद इति रुद्धदातुः परस्मै प्रति अश्रुविमोचने अङ्गकार्यं हलादिपित्सु उपदायं लघु इकः गुणः तर्हि रुद्योगः टि पुगन्तलघुपदस्य चैतन्य रोद्योगः टि अनन्तरं रुदादिभ्यः सार्वधातुके इति सूत्रेण यदागमः रुदिति इति रूपम् अजादिपित्सु उपदायं लघु इकः गुणः रुद्योगः आनि कुन्दलघुपदस्य चैतन्येन रोद्योगः आनि वर्णमिलने रोदानि हलादि अपित्सु इति चैतन्येन गुणनिषेधः रुद्योगः तः पुनः रुदादिभ्यः सार्वधातुकीर्तिनेन वलादि सार्वधातुकप्रत्यये परे यदागमः तर्हि रुदितः इति रूपम् अजादि अपित्सु नितिच्छेत्तिनेन गुणनिषेधः हृद्योगः अन्ति कर्णमिलनेन रुदन्ति इति रूपाणि. सन्धिकार्यं मलादिप्रत्ययेषु इदागमो भवति अतः हल् सन्देहे अवसरो न कुत्रापि भवति. अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि. उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु. अत्र भगिनि अश्रुविमोचने इति वदनेन क्रैङ्ग् बेसिकलि किं भगिनि अत्र अश्रुविमोचने अर्थं दीयते न अश्रुविमोचने तत्तु क्रैङ्ग् बेसिकलि सत्यं भगिनि सत्यं अस्तु. तर्हि ति इति अस्ति ऋगादिभ्यः सार्वधातुके इत्यनेन वलादिप्रत्यये परे इदागमः. तत् तस्मात् पूर्वं पुगन्तलघुपदस्य चेतने रोद् इति अङ्गं रोद्योगः ति अधुना ऋगादिभ्यः सार्वधातुके इत्यनेन इदागमः रोदिति इति योगम्. अनन्तरं सः पुनः अत्र तु नित्यस्ति इति कृत्वा नितिचेतनेन गुणनिषेधः. रुदादिभ्यः सार्वधातुके इत्यनेन वलादिसार्वधातुके प्रति स्तरे इदागमः. रुदितः अन्ति केवलं वर्णमेलनं रुदन्ति गुणनिषेधः अपि अस्ति. अनन्तरं सि गुणकार्यं भवति पित्तस्ति इति कृत्वा तर्हि रोद् इति अङ्गं रोद्योगः सि अत्र रुदादिभ्यः सार्वधातुके इत्यनेन वलादिप्रति सार्वधातुके प्रत्ये परे इदागमः. रोदि अनन्तरं सि इति अस्ति अधुना आदेशप्रत्ययो इत्यनेन रोदिषि इति इन् प्रत्याहारे अन्यतमः वर्णः इकारः अस्ति इति कृत्वा रोदिषि इति कृतम्. अनन्तरं तः नित् अस्ति इति कृत्वा गुणनिषेधः रुद्युति अङ्गं वलादि सार्वधातुके प्रत्यये परे रुदादिभ्यः सार्वधातुके इति सूत्रेण निदागमः प्रत्ययस्य आगमः. तर्हि रुदितः समानकार्यं रुदितः मी पित्तस्य गुणकार्यं रोद् इति अङ्गम् अनन्तरं रोद् योगः रोद् इति अङ्गम् अनन्तरं रोद् योगः मी इति अस्ति इति अत्र अत्र तु बलादि अस्ति इति कृत्वा पुनः रुदादिभ्यः सारोदातुकी इति इत्यनेन इडागमः. रोदिनि वः लिप्तस्ति अत्रापि बलादिभ्यः रुदिवः गुणकार्यं निषिद्धं तर्हि रुदिवः रुदिमः इति अग्रे सः करोति. मणिमहोदय करोति किं लोट्लकारे तु अस्ति रुद् दातु योगः तु पित् अस्ति अधः पुकन्दलोपदेश इत्यनेन सूत्रेण रोद् इति भवति. अनन्तरं वल्लादि अस्ति तु अधः इडाहमः भवति ऋदभ्यस्य सारुदात्के इति सूत्रेण रोदितु इति रूपं भवति. अनन्तरं तात् अत्र अपित् अधः गुणनिषेधः रुद्येव तिष्ठति इडाहमः अत्रापि भवति समान सेम् सूत्रेण रुदितात् द्विवचने रुदिताम् अन्तु अत्र वलादि नास्ति अधः रुदन्तु इति रूपम् आगच्छति. मध्यमपुरुषे हि अस्ति हि अपि वलादिः अपि तपि अधः गुणनिषेधः अत्र रुद् रुदभ्यः सार्वधातुके इति सूत्रम् इडागमः अधः रुदिः इति रूपं भवति. अनन्तरं तात् तात् अपि अपित् अधः समानसूत्रेण रुदितात् तदेव रुदितं रुदित इति. उत्तमपुरुषे आने आवाम सर्वं पित् अस्ति अधः गुणकार्यं भवति रुद् अधः रोद् इति भवति इडागमः न भवति वलादि नास्ति अधः रोदानि रोदाव रोदाम इति रूपाणि भवन्ति महोदय. धन्यवादः. अहं करोमि प्रथमं तदा अस्तु. लङ्लकारे प्रथमपुरुषे एकवचने रुद्रभ्य पञ्चभ्य इति सूत्रेण गन्तलघुपदेश रोद् प्रथमम् अडागम् आगच्छति रोद् भवति रोद् पुनः ईकारस्य आगमः भवति रुद्रभ्य पञ्चभ्य इति सूत्रेण रोदीत् इति भवति. तदनन्तरं तकार अस्ति झलान् जशोन्ते इति सूत्रेण तस्य तृतीय आगमः भवति दकार आगच्छति अरोदित् अन्य स्वरूपं भवति. विकल्पेन गार्ग्य अड् गार्ग्य गाल्वयो इति अनेन अडागमः भवति प्रत्ययस्य अडागमः भवति. सो अरोदत् अरोदत् भवति तत्र जलान् दशोन्ति अरोदत् इति भवति. तां यत्र अस्ति तत्र केवलं इडागमः भवति. पदान् पदान्तः भवति न तत्तु पदान्त सकार अन्ते अस्ति सकार अन्ते इति अन्यत् रूपमपि अस्ति भगिनि. पदम् अस्ति इति कृत्वा सुप्तिङन्तं पदम् इत्यनेन पदसंज्ञा प्राप्नोति खलु. तिङन्तम् अस्ति इति कृत्वा सुप्तिङन्तं पदमिति सूत्रेण पदसंज्ञा प्राप्नोति. तर्हि अन्तिम यत् वर्णः अस्ति तस्य तु जलान् दशोन्ति इत्यनेन अन्ते प्रथमं तु जलां दृश्यन्ते अनन्तरम् अनन्तरं वावसाने इति वक्तव्यं खलु. वावसाने इति जलां दृश्यन्ते अनन्तरं वावसाने इत्यनेन अरोदत् इति अन्तिमरूपम् अरोदत् अरोदत् इति अन्तिमरूपम्. भगिनी अहम् इदानीं न वक्तुं शक्नोमि. बाला आगता अत्र ध्वनिः तावद् न श्रूयते भगिनि. वक्तुमिच्छति चेत् वदतु. अस्तु यदि ताम् अस्ति तत्र केवलम् इदागमः आगच्छति सार्वधातुके रुदभ्य सार्वधातुके इति मे रुदितां भवति. अन् अस्ति केवलं वर्णमेलं भवति अरुदन् अरुदन् सकार यदि अस्ति तत्र अरोदिः अरोदः द्वे रूपे भवति. सका अडागम तत्र अस्ति तत्र अरोदः अरोदः तत्र भवति. तं यत् अस्ति तत्र अरुदितम् अरुदित तत्र गुणनिषेधः अस्ति कारणके इति इति परे अस्ति. अं यत्र अस्ति तत्र अरोदं पुगन्तलघुपदस्य पित् अस्ति. अं वलिप्रत्याहारे नास्ति दागमस्य निषेधः भवति. व वल् प्रत्याहारे अस्ति अरुद्धिवम् अरुद्धिव अरुद्धिम इति भवति. धन्यवादः भगिनि. अस्तु पुष्प भगिनि. अस्तु भगिनि अत्र सर्वे अपि अस्ति अरुदीयात् न अरुदीयात् अरुदीयाताम् अरुदीयुः अरुदीता अरुदीयाः अरुदीयाताम् बलि नास्ति खलु. बलि सार्वधातुके इति अस्ति खलु. रुदादिभ्यः सार्वधातुके इति सूत्रे केवलं बलि सार्वधातुके इति यकारः बल् प्रत्याहारे नास्ति. बल् प्रत्याहारे नास्ति. अरुद्यात् अरुद्याताम् अरुद्यात् अरुद्यात् अरुद्याताम् हृद्यात् हृद्यासां हृद्युः हृद्याः हृद्यासं हृद्यास हृद्यां हृद्याव हृद्याम अस्तु भगिनि धन्यवादः भगिनी एव करोति किं स्वप् इति क्षये इति दातुः स्वपति स्वप्ति कुत्र अस्ति करपत्रमपि पठेत् वा पकारान्त अङ्गकार्यम् इति हा हा श्वप् श्वप् अङ्गकार्यम् उपधायां ह्रस्वकारः लघु इक् इति न अतः गुणकार्यं नास्ति वलादिप्रत्यये पदे इदागमः भवति अपि च लङ्लकारे अपृक्तसंज्ञकप्रत्ययेषु इदागमश्च अडागमश्च भवतः सन्धिकार्यं वलादिप्रत्ययेषु इडागमः भवति अतः हल् सन्धेः अवसरः न कुत्रापि भवति अस्तु हा अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि लटि ति स्वपि स्वप् तत् इडागमः अस्ति स्वपीति स्वपीति तिङ् पित् अस्ति हा कोऽपि नास्ति स्वपीति इति एव स्वपितः स्वपन्ति सी तु आदेशप्रत्ययोः न कार्यं करोति स्वप्सि स्वपि स्वपीसि न स्वपीसि आदेशप्रत्ययो कार्यं करोति खलु प्रथमं तु रुदादिभ्यः सार्वधातुके इति इदागमः अनन्तरं यः इदागमः आयाति प्रत्ययस्य आगमः इति कृत्वा प्रत्ययस्य आदौ आयाति अधुना प्रत्यय अवयव सकारस्य सकारस्य सकारात् पूर्वं किम् अस्ति इन् प्रत्याहारे एकः वर्णः अन्यतमः वर्णः अस्ति इति कृत्वा तस्य तु शकारः भवति शक्तुं भवति आदेशप्रत्ययः एकवारं वदतु एकवारं वदतु रुदादिभ्यः सार्वदातिके इति सूत्रेण इडागमः भवति खलु प्रत्ययस्य आगमः अस्ति इडागमः इति कृत्वा आद्यन्तौ टकितौ इति प्रत्ययस्य आदौ आयाति तर्हि स्वप्योगः ईयोगः सि इति स्थितिः अधुना सि इति सकारः यत् सकारः अस्ति तत्तु प्रत्यय अवयवसकारः अस्ति खलु प्रत्यय अवयवसकारः अस्ति इति कृत्वा आदेशप्रत्ययोः इति प्रसक्तिः अस्ति कार्यमपि भवति किमर्थम् इत्युक्ते इकारः यत् आगतः इदागमः इकारः आगतः आगमः इकार इन् प्रत्याहारे अन्यतमः वर्णः अस्ति इन् कोः इति अस्ति खलु आदेशप्रत्ययोः इति कार्यं सूत्रं तु इन् कोः इति कृत्वा षत्वं भवति आदेशप्रत्ययः अत्र तः स्वपितः स्वपिता अत्र तिङ् प्रत्ययः नास्ति वल् प्रत्याहारः न यकारं विना सर्वे व्यञ्जनानि वल् प्रत्याहारे अन्तर्गताः सन्ति खलु तत्तु स्वपिमि सत्यं आं भगिनि स्वपिमि स्वपिवः स्वपिमः धन्यवादः भगिनि लोट्लकारः अस्ति अहं वदामि किं स्वप् इति अस्ति अनन्तरं तु इति प्रत्ययः रुदादिभ्यः सार्वधातुके इति सूत्रेण इडागमः तर्हि स्वप् योगः ईयोगः तु स्वपितु तात् इति अस्ति समानकार्यं स्वपितात् तां समानकार्यं स्वपिताम् अत्र तु सुगन्ध लघुगुणकार्यस्य कार्यमेव नाम भवितुमर्हति स्वकिति धातोः किमपि गुणवर्ण इक्वर् प्रत्यहरिषु वर्णः नास्ति इति कृत्वा तर्हि अन्तु स्वपन्तु इति बलप्रत्यहारः नास्ति इति कृत्वा स्वपन्तु हि स्वप्योगः हि अधुना किमस्ति हुजल्ब्योर् हेब्दि इति सूत्रस्य प्रसक्तिः अस्ति किन्तु तत् प्रपाद्य युडागमः आयाति रुधादिभ्यः सार्वधातुके अनेन नो चेत् सूत्रं निरवकाशं भवति इति कृत्वा बलवद्भवति सूत्रं तर्हि स्वप् योगः इ योगः हि स्वपिः समानकार्यं स्वपितात् स्वपितं स्वपित आनि आव आम पित्तस् पित्सन्ति क्षम्यतां बलादि नास्ति इति कृत्वा केवलं वर्णमेलनं स्वपानि स्वपाव स्वपाम इति स्वपिः एव तिष्ठति न आं भगिनि कस्य क्रमः अस्ति अधुना मणिमहोदयस्य क्रमः आं महोदय स्वप् दातु लङ्लकारः लङ् लङ् लर्ङ् लर्ङ्शु अडुतः इति सूत्रेण तकार अडाहम भवति स्वप् योहत् पित्तपि अस्ति तकारः गुणनिषेधः अत्र ईक्वर् नास्ति अतः स्वप् स्वपत् स्वपित् स्वपि महोदय स्वप् स्वपि तर्हि अस्वपि अत्र इडाहम भवति आम् आं महोदय क्षम्यतां ईडाहम आम् आम् रुदस्य पञ्चभेदसूत्रेण ईडाहम अतः अस्वपीत् अत्र पदं भवति अतः अस्वपीत् जलं दशवन्त इति सूत्रेण दकारः आदेशः अन्यरूपम् असपीत् असपीत् इति तर्हि एवम् एतदपि वक्तव्यं वावसाने इति पुनः वावसाने आम् आम् वावसाने सूत्रेण अपि तकारः आदेशः पुनः असपीत् इति ताम् अपि ततः आम् महोदय क्षम्यतां महोदय अन्यरूपम् अड्गार्ग्यगालवयोः इति सूत्रमपि कार्यं करोति अत्र अडाहम भवति अतः स्वपत् इति रूपं भवति तां द्विवचने अस्व अस्व इडाहम भवति वलादिप्रत्ययपर इति रुदभ्यस चारुदातके इति सूत्रेण अस्वपिताम् अन् भवति बहुवचने कुत्रापि कार्यं न भवति अतः अस्वपन् इति रूपं भवति मध्यमपुरुषे शकरः अत्र अस्वप् योः सकारः अत्र वलादि अतः ईडाहम भवति अपृक्तवर्णः अतः पित्वर्णः अपि अति सार्वधातुकम् अपि अति अतः रुदभ्यः रुदभ्यः पञ्चभ्यः इति सूत्रेण ईडाहम भवति अस्वपि अस्वपि अस्वपि ससुरुः करवसाने इत्याभ्यां सूत्रेण भवति अतः अस्वपीः अनन्तरम् अत्र अन्यरूपम् अड्गाग्यगालवयोः इति सूत्रेण अडाहम भवति अस्वपः इति रूपं भवति अत्र हल्यापयो दीर्घासुदी सूत्रं कार्यं न करोति अपृक्तं नास्ति अतः न कार्यं करोति अत्रापि पदं भवति अस्वपः अस्वपीः इति भवति अत्रापि जलं दशवन्त इति कार्यं कर्तुं शक्यते परन्तु अत्र ससुसुरुः इति सूत्रम् इत्यनेन बाधितं भवति अतः अत्र अनन्तरं तम् अरु अस्वपि अत्र रुदभ्यः सारुदात्कीति सूत्रेण इडाहम् अभवति अस्वपितं तदेव अस्वपित बहुवचने अं भवति अतः किमपि कार्यं न भवति मेलनमेव अस्वपं वल् वकारः द्विवचने अस्वपीव अस्वपीम इति रूपाणि भवन्ति महोदय. भगिनी करोति किं विद्युले सरला भगिनि? आं भगिनि, केवलं वर्णमिलन् भवति, यकारवलादि नास्ति, अतः इदागमस्य निषेधः अस्ति. स्वप्यात् स्वप्यातां स्वप्युः स्वप्याः स्वप्यातं स्वप्यात स्वप्यां स्वप्याव स्वप्याम इति. अस्तु भगिनि, धन्यवादः. अस्तु, क्रीम श्वस् सकारान्तश्वस् श्वस् परस्मै प्राणने अङ्गकार्यम् उपधायां ह्रस्व अकार लघु एक इति न, अतः गुणकार्यं नास्ति. वलादिप्रत्यये परे इडागमो भवति, अपि च लङ् लकारे अपृक्तसंज्ञकप्रत्ययेषु ईडागमश्च अडागमश्च भवतः. सन्धिकार्यं वलादिप्रत्ययेषु इडागमो भवति, अतः हल् सन्धि अवसरो न कुत्रापि भवति. अग्रे लति भवति श्वस् श्वस् योगति चित् अस्ति, किन्तु उपधायां अकार अस्ति, गुणकार्यं नास्ति अत्र. श्वसि इदागमः भवति सारधातुके ऋद्धभ्यसारधातुके इत्यनेन श्वसिति इति भवति, तथै श्वसितः श्वसन्ति. श्वस् योगसि तत्र श्वस् श्वसि इकार आगच्छति आदेशप्रत्ययो अनेन सकारस्य शकार भवति. सो श्वसि शि इति भवति. श्वसितः श्वसितः श्वसमि श्वसिवः श्वसिमः. धन्यवादः. लोट् भगिनि, लोट् लोट् आम्, कस्य क्रमः अस्ति? पुष्पभगिन्याः क्रमः, करोतु भगिनि. तु पित् अस्ति, इदागमः अस्ति, श्वसि श्वसि तु कोऽपि अङ्गकार्यं नास्ति, ऐ मीन् कोऽपि गुणकार्यं नास्ति. श्वसि तु तात् तथैव श्वसितात् श्वसितां श्वसन्तु अन्तु तु अकारः अन्तु इति अजादि प्रत्ययः हि अत्र श्वसिः इति रूपं श्वसितात् श्वसितं श्वसिता आनयवाम पित् अस्ति कोऽपि कार्यं नास्ति गुणकार्यं नास्ति श्वसानि श्वसाव श्वसाम. धन्यवादः. मम क्रमः कस्य क्रमः अस्ति? मम क्रमः किं महोदय? वदामि. अस्तु, इति लुङ् लुङ् षड् दातः इत्यनेन अडागमः भवति, तर्हि अश्वस् इति अङ्गम् अश्वस् योगः इति प्रत्ययः. अधुना किमस्ति पञ्च रुदादिभ्यः पञ्चभ्यः इति सूत्रेण अपृक्तप्रत्ययस्य पिति अपृक्तप्रत्ययस्य हलिपिति प्रत्यये परे सार्वधातुके प्रत्यये परे ईट् आगमः भवति, तर्हि अश्वस् योगः ई योगः अश्वसीत्. अनन्तरम् अन्यत् अट् गार्ग्यगालवयोः इति सूत्रेण अडागमः भवति प्रत्ययस्य पुनः, तर्हि अश्वसत् इति अन्यत् रूपम् अपि भवति. अनयोः जलान्तशौन्ति अनन्तरं भावसामि इत्यनेन रूपद्वयं भवति अश्वसत् इति रूपचतुष्टयम्। अनन्तरं ताम् इति अस्ति, पुनः अत्र तु रुदादिभ्यः सारुदातुके अनेन इट्टाग्रामः, तर्हि अश्वसिताम् अनन्तरम् अन् इति अस्ति केवलं वर्णमेलनम् अश्वसनम्। अनन्तरं सकारः अपृक्तप्रत्ययः अस्ति इति कृत्वा हलिप् इति सार्वधातुकपृक्तप्रत्ययः इति कृत्वा तस्य प्रत्ययपरे तु ईटागमः अस्ति, तर्हि अश्वस् ई योगः सकारः। अनन्तरं सषज्योरुः करसायोगसर्जन्यः इत्यनेन सकारस्य तु विसर्गः भवति, तर्हि अश्वसीः तथा एव अत्र अड् गार्गिकालयोः इत्यनेन अडागमः अपि अस्ति वैकल्पिकं गार्ग्यकालयोः मतेन अडागमः भवति इति कृत्वा वैकल्पिकं रूपमपि साधयामः। अश्वयोगः अयोगः इस्थितिः अस्ति, अश्व अनन्तरं कर्मसंयोगसर्जनीयः क्षम्यतां सशुरुः ससज्जुशुरुः करसानियोगसर्जनीयः इत्यनेन सकारस्य विसर्गः भवति, तर्हि अश्वसः अश्वसीः इति रूपद्वयं। तां ऋदादिभ्यः सार्वधातुके इत्यनेन गणसूत्रेण ईटागमः, तर्हि अश्वसितम् अश्वसितसमानकार्यम्। अम् इति अस्ति प्रत्ययः, अजादि अस्ति इति कृत्वा केवलं वर्णं वर्णमेलनम् अश्वसम्। अनन्तरं व म इति वलि अस्ति इति कृत्वा रुद्रादिभ्यः सार्वधातुके इति सूत्रेण वलादिसार्वधातुकप्रत्ययः अस्ति इति कृत्वा ईटागमः, तर्हि अश्वसीव अश्वसम् इति। मणिमहोदयस्य विधिलिङ्गकारं कृत्वा नूतनदातुम् विधिलिङ्ग् महोदय, अत्र वलादि नास्ति, अतः स्वस्यैव दातु स्वप्यात् स्वप्यातां स्वप्युः स्वप्याः स्वप्यात्तं स्वप्यात्त स्वप्यां स्वप्याव स्वप्याम इति रूपाणि भवन्ति महोदय। अनन्तरं अदादिगणगणस्य जक्ष्यान्तगणः सप्तधातवः, जक्षिष्यादवः जक्षिष्यादीनां धातूनाम् अभ्यस्तसमीकः भवति। अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्तधातवः सन्ति, जक्स् जागृ दरिद्र सकास् दीदि विवि च इति शब्देन जक्स् धातोः परामर्शः इति आदिः येषां ते इत्यादयः बहुभिः जक्स् प्रथमान्तम् इत्यस्य इत्यादयः प्रथमान्तं षट् प्रथमान्तं त्रिपदमन्तसूत्रम् उभय अभ्यस्तं तस्मात् अभ्यस्तम् इत्यस्य अनुवृत्तिः अनुवृत्तिसदसूत्रं जक्षिष्यादव षड् अभ्यस्तम् अभ्यस्तम् इति सूत्रेण यदा धातोः द्वितं भवति तदा मिलित्वा द्वयोः बाहयोः नाम अभ्यस्तं भवति। जक्षिष्यादेव षड् इत्यनेन जक्षिष्यादीनां धातूनाम् आदित्वे सत्यपि अभ्यस्तसमीका भवति। अत्र जक्षिष्यादेव षड् इति सूत्रेण जक्स् जागृ दरिद्र सकास् सास् दीदिङ् विविङ् इति धातुः अभ्यस्तसमीका भवति। उभय अभ्यस्तम् इति सूत्रेण अभ्यस्तम् इति उच्यते, अभ्यस्तं न भवति अधिद्युतं न भवति अपि अभ्यस्तसमीका इति भवितुम् अर्हति इति चिन्तितमपि महोदय। एतावत्पर्यन्तं वयं दृष्टवन्तः ज्योत्यादिगणे एव वयं द्वित्वकार्यं दृष्टवन्तः खलु, यत्र द्वित्वं भवति तत्र एव उभय अभ्यस्तम् इत्यनेन तस्य यत्र द्वित्वकार्यं भवति तस्य तु अभ्यस्तसंज्ञा भवति। किन्तु अत्र किम् इत्युक्ते अदादिगणे अन्तर्गणः अस्ति जक्षत्यादि अन्तर्गणः इति, अस्य अन्तर्गणस्य यद्यपि धातोः द्वित्वं न भवति तथापि धातोः यः भागः अस्ति तस्य तु अभ्यस्तसंज्ञा भवति इति कृत्वा जुहोत्यादिगणे यानि सूत्राणि वयम् अभ्यस्तसंज्ञकधातूनां यानि कार्याणि वयं पूर्वं दृष्टवन्तः अत्रापि तस्य तेषां प्रसक्तिः इति अस्ति इति कृत्वा पुनः अत्रापि कार्यं भवति अनेन. ज्योतिगण अपि एव द्वितं अन्यत्रापि द्वित्वं भवति सकाले यत्र अन्यत्रापि भवति. उदाहरणार्थं वदामः चेत् यत्र पिपतिषति सन्धातुः अस्ति तथा तत्रापि द्वित्वकार्यं सर्वं भवति. किन्तु सार्वधातुकप्रत्य यत्र प्रक्रिया अस्ति तत्र तु केवलं जुहोत्यादिगणे वयम् एतावत्पर्यन्तं दृष्टवन्तः. यत्र द्वित्वं भवति भूत्वा अनन्तरं तस्य अभ्यस्तसंज्ञा अपि दृष्टवन्तः. अत्र तु यद्यपि द्वित्वं न भवति तथापि जक्षत्यादयः षट् धातूनाम् अभ्यस्तसंज्ञा भवति अनेन सूत्रेण जक्षत्यादयः षट् इति सूत्रेण. तर्हि अभ्यस्तसंज्ञकानां ये ये सूत्राणि सन्ति तेषामपि अत्र प्रसक्तिः भवति कार्यमपि भवितुमर्हति. भगिनी इयानि युगस्य धातुः अपि अभ्यस्तसंज्ञा अस्ति तत्रापि पूर्वं सूत्रम् अस्ति श्वसि तत्र महोदय विश्वसति इति यदि भवति अर्थं भिन्ना भवति किन्तु धातो श्वस् समान अस्ति तत्र वि उपसर्ग युक्त श्वस् धातु विश्वसति अत्र आम् आं भगिनि अत्र तु श्वसिति प्राणने इति अस्ति विश्वसिति इति विश्वसिति वि उपसर्गः अस्ति तत्र तु अर्थ वि उपसर्गः यत्र भवन्ति कदाचित् अर्थपोषणं करोति कदाचित् अर्थस्यैव विपरीतार्थमेव ददाति खलु. तर्हि तथा अन्यत् उदाहरणमस्ति तथा अन्यत् उदाहरणमस्ति किन्तु रूपाणि समान भवति विश्वसितः विश्वसन्ति. अस्तु अस्तु वीति धन्यवादः. पठामि महोदय. एषां सूत्राणां धातूनां तिङ्गन्धसिद्धयन्तं विशिष्ये द्वे कार्ये अदभ्यस्तात् अभ्यस्तसमयक धातुर धातुत्तरस्य प्रत्ययस्य आदिमेवस्य जकारस्य स्थाने अत् आदेशो भवति. अनुवृत्तसूत्रम् अभ्यस्तात् अङ्गात् प्रत्ययादे जकारः जः अत् देयं यत् अत् आदेभ्यः आदेशस्य तकारः हलन्त्यम् इति सूत्रेण यत् सम्यक् न यतोहि अत् तु विभक्तिसम्यकः जी प्रत्ययस्य अवयवस्य आदेशः अतः न उपक्तो सुष्माः इत्यनेन हलन्त्यं बाधितम्. अदभ्यस्तात् सूत्रं वदति बहुवचने प्रथमपुरुषे बहुवचने स्थाने जकारस्य अत् आदेशः इति भवति. अत् हलन्त्यं तकारः हलन्त्यम् अतः लोपम् इत्समीका भवति अर्हति. परन्तु न विभक्तौ तुस्माः इति सूत्रेण अत्र हलन्त्यं न भवति इति अत्र वदति महोदय. अदभ्यस्तात् इति सूत्रेण लटि लोटि पुरुष बहुवचने जका ज स्थाने अत् आदेशः अतः लटि जि रूपम् अति न तु अन्तु लोटि जि अतु न तु अन्तु अन्ति लेटर् रूपे बहुवचने अन्ति इति भवति. अतः परन्तु अदभ्यस्त सूत्रेण अत्र अधः अति इति रूपं लोट्लकारे अपि अतु इति न अन्तु इति उक्तम्. अनन्तरं सृजभ्यस्तविधिभ्यः च इति सूत्रम् नित्लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसमीकात् धातोः विद् धातोः च परस्य जि प्रत्ययस्य स्थाने जुष् आदेशो भवति. सिच् च अभ्यस्तश्च विधिश्च तेषां त्रिद्वदन्द्वः सृजभ्यस्तविधिभ्यः उदयः देभ्यः सृजभ्यः सृजभ्यस्तविधिभ्यः पञ्चमे अन्तं च एपदं द्विपदं सूत्रम् अनुवृत्तिसहस्रसूत्रं सृजभ्यस्तविधिभ्यः च नित् तस्य जेः ज्युस् अनेन लङ्गी अभ्यस्त सम्यक् धातोः परस्य जी स्थाने ज्युस् आदेशः ज्युस् इत्यस्य अनुबद्धलोपे ऋतुविसर्ग गौ उ इति भवति तर्हि आहत्य अभ्यस्तसमयक धातुः अस्ति चेत् लङ्गी अन् स्थाने उह् इति प्रत्ययः भवति सृजभ्यस्तविभ्यः सूत्रं वदति लङ्लकारे अभ्यस सिच् प्रत्ययः वा अथवा अभ्यससमीकधातुः अस्ति चेत् अपि विदधातुः अपि अस्ति चेत् अपि जी स्थाने प्रथमवर्षे बहुवचने जी स्थाने जुष् आदेशः इति वदति अनुबन्धलोपस्य अनन्तरं जकारः लोपो भवति चुटु इति सूत्रेण ऊष् इति भवति अनन्तरं ससुरुः रोसाने इति सूत्रेण सकारस्थाने विसर्गः भवति उः इति रूपं भवति महोदय अत्र अनन्तरं येषु शब्दसु यक्ष्यान्तर्गणीयेषु धातुषु चत्वारः अचन्तः जागृ दरिद्र दीदिङ् वीविङ् शेत्यसां रूपाणि अस्माभिः साधितानि अदादिगणस्य अजन्तदानां पडे त्रयः च हलन्ताः जक्स् सक्त्वा सास् एषां रूपाणि अधुना साधनीयानि भगिनी करोति पुष्पा भगिनी पठति किम् अग्रे शकारान्तः जक्ष् जक्ष् परस्मैपदि भक्षहसनयोः भक्षहसनयोः जक्ष् धातुः हृदाद्यन्तगणे अपि अस्ति जक्षान्त्यन्तर्गणे अपि अस्ति अस्तु अतः ध्येयं यत् अत्र द्वयोः अन्तर्गणयोः कार्यं भवति अङ्गकार्यम् उपधायां ककारः लघु इक् इति न अतः गुणकार्यं नास्ति वलादिप्रत्ययपरे इरागमः भवति अपि च लङ्लकारे अप्रोक्तसंज्ञकप्रत्ययेषु इडागमश्च अडागमश्च भवतः सन्धिकार्यं वलादिप्रत्ययेषु इडागमः भवति अतः हल् सन्धेः अवसरः न कुत्रापि भवति यतः हल् सन्धेः न भवति इति अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु लटि तु चक्ष् योगः ति अत्र इरागमः चक्षीति इति सः तु चक्ष अस्ति भगिनि न तु चक्ष जक्षिति जक्षितः जक्षन्तु अत्र अन्ति नास्ति खलु अदभ्यस्तात् इति सूत्रेण अति इति प्रत्ययः तु भिन्नप्रत्ययः जक्षति तत् जुहोत्यादिगणे तः यथा जुहोत्यादिगणे तथैव जक्षिषि अत्र किं भवति आदेशकृत्यक्षिषि जक्षितः जक्षितः जक्षिमि जक् जक्षीवः जक्षिमः. धन्यवादः भगिनि. अग्रे सरला भगिनी क्रमः किं कस्य क्रमः अग्रे? अस्तु, यां मम क्रमः भगिनि. जक्षयोग तु इदानीं तित् अस्ति, किन्तु उपधायां ककार अस्ति, यत् पुगन्तलघुपदस्य प्रसक्तिः नास्ति. इदागमस्य अवसरः अस्ति. वृद्धाभ्य सावधातुके अनेन जक्षियोग तु जक्षितु भवति, जक्षितात् जक्षिताम्. अन्तु अत्र सूत्र अधभ्यस्तात् इति सूत्रेण अन्तु तस्य स्थाने झी स्थाने अत्तु आगच्छति. जक्षतु भवति, जक्षतु. अकारवलादि नास्ति तत्र, इदागमस्य निषेधः अस्ति. हि प्रत्यये अत्र जक्षयोग हि हु जल्प्यो हेदि अपि रुदादिभ्य पञ्चभ्य इति सूत्रस्य पञ्चभ्य न रुदाभि सर्व सारुधातुके रुदाभि इति सूत्रस्य प्रसक्तिः अस्ति. किन्तु परत्वात् अपवादने निर्वकाशं भवति अपवादने रुदाभ्य सारुधातुके इति सूत्रस्य प्रसक्ति भवति. सो तत्र जक्षिः इति भवति, जक्षितात् जक्षितं जक्षित जक्षानि जक्षाव जक्षाम इति जक्षाव. अन्तु तत्र अतु भवति, अहम् उक्तवती. आमाम् उक्तवती. अर्थात् जक्षाणि इति नत्वमपि भवति अत्र. जक्षाणि इति भवति. अस्तु, धन्यवादः भगिनि. मणिमहोदय वक्तुमिच्छति किं लङ्लकारः? वदामि महोदय. तकारः चक्षुयोः तः अत्र लङ्लकारे अडागमः भवति. अजक्षुयोः त वलादिप्रत्ययः हृदभ्यः सारुदति सूत्रेण इडागमः भवति. किन्तु तद् प्रभाद्य आयाति खलु? आं महोदय, आं क्षम्यतां महोदय. तत् प्रभाद्य हृदभ्यः पञ्चभ्यः इति सूत्रं कार्यं करोति. आमां पित् अपृत् सम्यक् सार्धके प्रत्यये ईडाहम हृदभ्यः पञ्चभ्यः इति सूत्रं कार्यं करोति. ईडाहमः अत्र, अतः अजक्षीत् इति एकं रूपम्. अत्र जलं पदम् अस्ति, अतः जलां जस्वन्ति इति सूत्रेण दकारमपि, अतः अक्षीद् इति वावसाने इति सूत्रेण सक्तुं भवति. अजक्षीत् इति अनन्तरम् अन्यरूपम् अड्गार्गे गार्गे वलयोः इति सूत्रेण पृत् वल् प्रत्ययः पितः सार्धातुक, अतः अजक्षि अडाहमः भवति, अद अजक्षत् अजक्षत् इति रूपं भवति अन्यरूपं. ताम् अत्र इडाहमः भवति हृदभ्यः सारदाति इति सूत्रेण अजक्षिताम्. बहुवचने उः अन्यरूपं उहु इति अस्ति, सिद्धभ्यस्त विदभ्यस्त इति न, अत्र तु अन्विति नास्ति. अत्र सूत्रं विस्मृतवान्, सिद्धभ्यस्त विदभ्यस्त विदिभ्यश्च सूत्रेण उहु भवति, अतः अजक्षुः इति रूपं भवति. अनन्तरं मध्यमपुरुषस्य शकारः अत्रापि पित्वम् अपि अस्ति, अपृक्तवर्णः अपि अस्ति, अत्र आम् आम् हलादि अपि अस्ति, अधः सार्धवर्तकमपि अस्ति, अधः ऋदभ्यः पञ्चभ्यः इति सूत्रं दत्तसूत्रं प्रपाद्य ऋदश्च पञ्चभ्यः सूत्रं कार्यं करोति. अजक्ष् योः शकारः ईडः भवति, अजक्षीष् इति रूपं पदम् अस्ति, अधः जलं जसन्ति इति सूत्रेण दकारम् अपि आगच्छति. परन्तु तत् न अत्र प्रपाद्य वा अत्र बाधितं वा महोदय, अत्र षष्ठोरुः इति सूत्रेण समानमेव. ओके अस्तु, तत् प्रपाद्य षष्ठोरुः इति कार्यं करोति. अतः भवति अतः विसर्गः भवति अजक्षीः इति रूपम्. अनन्तरम् अड्गार्ग्यगालवयोः इति सूत्रेण अडहमपि भवति, अतः अक्षः इति रूपं तम् अत्र अदभ्यः सारदार्थके इति सूत्रेण ऋदभ्यः सारदार्थके इति सूत्रेण इदाहम भवति अजक्षितम्, तदेव अजक्षित इति मध्यम उत्तमपुरुषे अम् अधः किमपि कार्यं न भवति, मेलनमेव अजक्षम् इति रूपं. व मा इति वलादिः, अधः ऋदभ्यः सारदातिके इति सूत्रेण इदाहमः अजक्षिव अजक्षिम इति रूपाणि भवन्ति महोदय. धन्यवादः महोदय. केवलं बलादि नास्ति इति कृत्वा मृदादिभ्यः सार्वदातिक इत्यस्य प्रसक्तिः नास्ति, तर्हि केवलं वर्णमेलनं यकारादि प्रत्ययः अस्ति इति कृत्वा सन्धिकार्यमपि नास्ति, तर्हि वर्णमेलनं जक्ष्योगः यात् जक्ष्यात् जक्ष्यातां जक्ष्युः अत्र जक्ष्युः, अनन्तरं जक्ष्याः जक्ष्यातां जक्ष्यात जक्ष्यां जक्ष्याव जक्ष्याम् भगिनी. मम एकः प्रश्नः अस्ति, यदि जक्षी जक्ष अस्ति तस्य परे तकार वा थकार अस्ति झलि परे अस्ति, तत्र संयोगात् तत्र सूत्रस्य प्रसक्तिः नास्ति वा? प्रथमं तु प्रथमं हल्न्याभ्योद्धीतस्य प्रथमं हल् इत्यस्य सूत्रस्य प्रसक्तिः अस्ति. भगिनी एकदा उक्तवती संयोगान्तस्य लोपः, तस्यापि प्रसक्तिः अस्ति. अनन्तरं किम् अस्ति अस्माकं पञ्चभ्यः अस्यापि प्रसक्तिः अस्ति, तर्हि अन्यानि सूत्राणि ते तु केवलं वर्ण हल्न्याभ्यदीकसूत्रस्य प्रथमं हल् इत्यस्य प्रसक्तिः न भवति, किमर्थं नो चेत् निरवकाशः भवति इति कृत्वा रुदाब्दिभ्यः पञ्चभ्यः. किन्तु वयं यदि संयोगान्तस्य लोपः इति पश्यामः चेत् तत्तु वर्णनिमित्तिकं कार्यमस्ति खलु, तर्हि तस्य तु बलं नास्ति इति कृत्वा रुदाब्दि. प्रथमं किमित्युक्ते संयोगान्तस्य लोपः, अनन्तरं हल्याभ्यदीर्घस्य प्रत्यम् अनयोः सङ्कर्षः भवति चेत् किं बलवत् भवति इत्युक्ते हल्याभ्यदीर्घत् बलवत् भवति. किमर्थम् इत्युक्ते प्रतिनिमित्तिकं कार्यमस्ति, तर्हि तद् अधुना किमस्ति हल्याभ्यदीर्घस्य प्रत्यं हल्, अनन्तरं रुदादिभ्यः पञ्चभ्यः अनयोः मध्ये रुदादिभ्यः पञ्चभ्यः बलवत् भवति. अस्तु, किन्तु हू जल्भ्यो हेदि यदि हि अस्ति प्रत्यय तस्य परे, महोदय उक्तवान् हुल्जाभ्यो हेदि अपि रुधाभि रुधभ्य धा रुधभ्य सार्वधातुके तयो मध्ये अन्यत्र अन्यत्र लब्धावकाशः अस्ति द्वयोः सः रुधाभ्य हेदि अपि भवती श्रोतु अन्तिम विंशति मिनट् निमिषे तत्र सः उक्तवान् अन्यत्र अद्य लब्धावकाशः अस्ति कारण कि रुदाभ्य सार्वधातुके न केवलं जक्षी पर अन्य स्वपि रुद्धधातु तत्र तस्य लब्धावकाशः अस्ति हे हुजल्प्यो हेति तत्र अन्यत्र अपि लब्धावकाशः अस्ति सो अन्यत्र अन्यत्र लब्धावकाशः भवति तस्य तुल्यबलविरोध अस्ति किन्तु तत्र अपि अपवादेन कार्यं भवति न तु अपवादेन उक्तवान् आमां किन्तु परत्र परत्र परसिद्धम् अपि भवति न इति अन्यत्र अन्यत्र लब्धावकाशः यदि अस्ति हुजल्प्योः यदि षष्ठमध्ये शब्दम् सप्तम अहं न अवगच्छामि भगिनि पुनः वदति चेत् अहं समीचीनं न अवगतवती अपि क्षम्यताम् अहं तु पूर्णतया श्रोतुं मम समये अवसरः नासीत् अहं पुनः अग्रे सप्ताहे पुनः पुनः श्रुत्वा अग्रे सप्ताहे परसूत्रं तु अस्ति रुदाग्भ्यः सार्वधातुक इति परसूत्रं तु अस्ति अन्यत्र अन्यत्र लब्धावकाशः अस्ति वा इति वदामः चेत् रुदादिगणे ये अन्तर्गताः सन्ति रुद् स्वप् श्वस् अन् जक्ष अस्ति खलु इक् इष्यति अस्ति ते सर्वे जल् बर्न् प्रत्याहारे अस्ति खलु जल् प्रत्याहारे अस्ति किं रुद् इति दकारः जल् प्रत्याहारे अस्ति स्वप् इत्यस्य जल् प्रत्याहारे नास्ति रुद् इति जल् प्रत्याहारे अस्ति दकारः दकारः जल् प्रत्याहारे अस्ति तर्हि यत्र रुद् इति धातुः अस्ति तस्मिन् समये तु रुदादिभ्यः पञ्चभ्यः हल्हुजल्भ्योर्हेदिः द्वयोः अपि प्रसक्तिः अस्ति किन्तु स्वप् इति यदि धातुः वदामः चेत् तत्र तु हुजल्भ्योर्हेदिः इत्यस्य प्रसक्तिः एव नास्ति तर्हि यत्र रुद् इति अस्ति श्वस् इति अस्ति श्वस् अपि जल् प्रत्याहारे आयाति खलु शशसहल्लति आयाति श्वस् अपि अस्ति प्रत्याहारे पकारः पकारः अपि अस्ति अस्तु अस्ति आमां तर्हि अन् नास्ति खलु अन् अस्ति अन् नास्ति आमां तर्हि तथा एव अन्यत्र अन्यत्र इति तदर्थमेव महोदय प्रायः अन्यत्र अन्यत्र इति उक्तवान् किमर्थम् इत्युक्ते रुदा अन् इति स्थितौ अन् इति स्थितौ हुजद्युति अस्य प्रसक्तिः नास्ति अन्न कृतवान् आमां किन्तु यदि वयं यत्र वदामः रुद्धातोः विषये वदामः चेत् रुद्दिति धातोः विषये रुदादिभ्यः सार्वधातुके हुजल्भ्योर्हेदि उभयोः अपि प्रसक्तिः अस्ति किन्तु यदि अत्र न प्रचलति चेत् आं प्रायः तदेव स्यात् तर्हि परसूत्रम् इति अस्ति इति कृत्वा एव रुदादिभ्यः सार्वधातुके कार्यं कुर्यात् भ्रमात्मकविषयः अस्ति किन्तु पुनः दृष्ट्वा वदामि भगिनी महोदय सदा भगिनी लङ्लकरे प्रश्नः उदेति तस्य षक्षत् अचक्षत् इति रूपम् अतः समयवादस्य इति सूत्रं कार्यं करोति वा इति दृष्टवती पृष्टवती अत्र रात्रस्य इति सूत्रं बाधितं भवति अथवा न वा? राक्षस्य रेफ आगच्छति, अत्र रेफ नास्ति. तत्सूच्यं पदान्तस्य नियमसूत्रम् अधः अत्र बाधितम् इति कुत्रचित् दत्तम्. अतः एव संयोगान्तस्य परस्य रेफात् परस्य केवलं सकारस्य लोपः इति राक्षस्य करे परति. अत्र तु जक्षिति अस्ति, तत्र तु रेफः एव नास्ति. रेप नास्ति महोदय, परन्तु राक्षस्य सूत्रेण बाधितम् इति कुत्रचित् दत्तं सम्यक् न जानामि, बट् कुत्रचित् दत्तम् इति एव अहं चिन्तनं मम चिन्तनम्. अत्र मुद्रणे अस्ति किं ह्यस्तनवर्गे महोदय उक्तवान् तु स्वपपि रेफ नास्ति, रुद्ध स्वप् रेफ नास्ति, रेफ नास्ति अत्र. रेफ नास्ति महोदय, परन्तु जलं पतत् अन्त संयोगान्तस्य सूत्रं बाधितं राक्षस्य इति सूत्रेण राक्षस्य सूत्रं नियमसूत्रम् इति दत्तं. कृपया नियमसूत्रमस्ति, किन्तु अत्र तु राक्षस्य इत्यस्य अवकाशः एव नास्ति खलु. केवलं वयं सूत्रद्वयं पश्यामः, संयोगान्तस्य होरोभ्योपः राक्षस्य इति सूत्रद्वयं पश्यामः चेत् राक्षस्य एव लोपः इति नियमयति. तत्र तु किम् अस्ति, एवं न वदति अन्येषाम् एवं भवतु इति न वदति, किन्तु किं वदति रात् इति सस्य एव लोपः इति नियमयति इति कृत्वा नियमसूत्रमस्ति इति तत्तु सत्यमेव. किन्तु अत्र तु अधुना अस्माकं प्रसङ्गे राक्षसे इति सूत्रस्य प्रसक्तिरेव नास्ति खलु. किन्तु चिन्तनं समीचीनमस्ति, किन्तु संयोगान्तस्य लोपः इत्यस्य तु प्रसक्तिः अस्ति यथा भगिनी पृष्टवती. अपृष्टौ हल् वर्णः यत्र आयाति, अस्माकं हलन्तधातूनां परे अपृष्टशून्यहस्तधातुः प्रत्ययः यदा आयाति तस्मिन् समये निश्चयेन तत्र संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः अस्ति. भुजभ्यो क्षम्यतां, हल्याभ्यो दीर्घसूत्रस्य प्रक्तं हल् इत्यस्य तु प्रसक्तिः नास्ति. किन्तु किमस्ति, संयोगान्तस्य लोपः केवलं वर्णनिमित्तकं कार्यमस्ति इति कृत्वा तृतीयव्यये आयाति खलु इति कृत्वा हल्याभ्यदीर्घस्तु सपादसप्ताध्याय्याम् आयाति. त्रिपादीयसूत्रमस्ति संयोगान्तस्य लोपः इति कृत्वा बलवत् नास्ति, अस्ति केवलं हल्याभ्यदीर्घस्य प्रक्तं हल् इति बलसूत्रमस्ति इति कृत्वा बलवत् भवति इति कृत्वा तस्यैव कार्यं भूयात्. किन्तु अधुना किं रुदादिभ्यः पञ्चभ्यः इति अपि सूत्रम् अस्ति. यदि अत्र पश्यामः रुदादिभ्यः पञ्चभ्यः अनन्तरं हल्यादिदीर्घस्य प्रक्तम्, अत्र तु निरवकाशः निश्चयेन तद् निरवकाशम् अस्ति, अन्यत्र अन्यत्र लब्धवकाशः नास्ति खलु इति कृत्वा सर्वेषां रुदादिजनीय अन्तर्जनीयधातूनामपि हल्याभ्यदीर्घस्तुतिस्य प्रथम हल् इत्यस्य कार्यं भवति, अन्यत्र अन्यत्र लब्धावकाशः नास्ति इति कृत्वा केवलं बाधितम् एव भवति इति कृत्वा अन्यत्र लब्धावकाशः नास्ति इति कृत्वा रुदादिभ्यः पञ्चभ्यः इत्यस्य टु कान्फरेन्सेस् एण्ड् देन् दिस् मेन्टेशन् केन् एण्ड् देन् हेज़् अ सेन्टर् होम्. अस्तु भगिनि, धन्यवादः. धन्यवादः. अग्रे क्षम्यताम्, अग्रिम महोदयस्य ध्वनिमुद्रणे तु चकास् इत्यपि दातुः अस्ति खलु? आमां, किञ्चित् दृष्ट्वा विरमाम, महोदय यावत् पर्यन्तं कृतवान् तदपि दृष्ट्वा विरमाम, प्रायः पञ्चनिमेषेषु कश्चित् क्रमः अस्ति. तिष्ठतु भगिनि म्यूटेड् अस्ति अस्तु एकनिमिष कुत्र अस्मि अस्मि भगिनि एकनिमिष अत्र मध्ये नास्ति had to go to the bottom of the okay asti asmi atra chakas sandikaryam shastah oh chakas shasna na krutam na shasna krutam chakasiva chakasiva ekash पुरतः लोटीकासु चकास् परस्मैपदी दीप्तौ चकास् धातु जक्षाद्यन्तर्गणे अस्ति अतः तिङन्तसिद्ध्यर्थं विशिष्टे द्वे कार्ये मनसि निधाय रूपाणि परिवर्तनीयानि अङ्गकार्यम् उपधायाम् आकारः उपधायाम् आकारः चकास् हा लघु इक् इति न अतः गुणकार्यं नास्ति लोटि हुझल्यो हेर्दिः इत्यनेन जलन्तेभ्यः धातुभ्यः न धातुभ्यः हलेन्तेभ्यः धातुभ्यः हि प्रत्ययस्य स्थाने धि आदेशः चकास् योगः हि हल्याभ्यो हेर्तिः चकास् योगः धि सन्धिकार्यं लोटि धि च इत्यनेन सकारस्य लोपो भवति दकारादिप्रत्ययपरे इत्यनेन चकारस्य लोपः भवति च इत्यनेन हा चकाश् योगः हि अत्र लोपः भवति प्रत्ययपरे दि च इत्यनेन अस्तु अस्तु अस्तु हि हूजल्यो हेर्दिः इत्यनेन चकाश् योगः धि च इत्यनेन स लोपः चकाधि इति परिवर्तनम् दीच सकारस्य लोपो भवति ढकारादिप्रत्ययपरे दिप्रत्यये दि सप्तम्यन्तं सप्तम्यन्तं च अव्ययपदः पदं द्विपदविधं सूत्रं राक्षस्य इत्यस्मात् तस्य इत्यस्य अनुवृत्तिः संयोगान्तस्य लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः तत्तु दीच इत्यनेन अनुवृत्तिसहितसूत्रं दीच स्वस्य लोपः अस्तु हूजल्यो हेर्भिः हू धातुतः जलन्तेभ्यः धातुभ्यश्च हि प्रत्ययस्य स्थाने धि आदेशः भवति हू धातुतः तत्र हू नास्ति चेत् सकारः अस्ति हू धातुतः इति कथं वदति वा भगिनि हू धातु इति सूत्रस्य अर्थः अस्ति सूत्रार्थः अस्ति हू धातुतः अनन्तरं किं जलन्तेभ्यः धातुभ्यः अपि तर्हि अधुना अस्माकं वार्ता अस्ति हजलन्तेभ्यः धातुभ्यः इति हू धातुतः अपि समानकार्यं पूर्वमेव वयं दृष्टवन्तः पूर्वे दृष्टवन्तः तथैव ब्रह्म आसीत् येन विशिष्टदन्तस्य इत्यनेन जलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम् अन्ते झल् अन्ते झल् तत्तु तत् साकारः झल् जल् प्रत्ययः हूश्च झलश्च तेषाम् इतर इतर द्वन्द्वः भूजल्य भूजलः तेभ्यो भूजलभ्यः भूजलभ्यः पञ्चम्यन्तम् अत्र एक द्वे अपि द्वे अस्ति न हू जल् तत् द्विवचनम् अस्ति अस्तु पञ्चम्यन्तम् अस्तु तेभ्यो अस्तु षष्ट्यन्तं पञ्चम्यन्तं हे षष्ट्यन्तं दिहि प्रथमान्तं त्रिपादवयन्तं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं हूजलभ्यः अङ्गेभ्यः हे धीः लङ्गि हूजल्याभ्यो पर्याप्तम् इति मन्यते खलु भगिनि एवमेव एतावत् पर्यन्तं चकारयोगः च कथविरमाम इति विरमाम आं भगिनि एतावत्पर्यन्तमेव गतसप्ताहे दृष्टवान् वा गतमध्ये दृष्टवान् यदि न तथैव धन्यवादः भगिनि धन्यवादः धन्यवादः शुभरात्रि महोदय.